नमस्कारः. तर्हि अद्यतनकरपत्रमस्य अनुनासिकान्तम् अङ्गम् इति गमनात् महोदय भारतं गमनात् पूर्वं करपत्रं समापितवान् इति मन्ये खलु. तर्हि तस्य पुनस्मरणत्वेन पुनः पश्यामः. तत् ह्यः केचन धातूनां रूपाणि अपि रचितवन्तः खलु, प्रायः भिन्नरूपाणि भिन्नधातवः स्वीकृत्य कर्तुं प्रयतामहे तर्हि अत्र तु सामान्यकार्यमिति अनुनासिकचिक्विजलोमिति एव सामान्यकार्यमिति वक्तुं शक्यते खलु. यावन्तः सूत्राणि अद्य अस्मिन् करपत्रे सन्ति तेषु सामान्यकार्यमिति अनुनासिकस्य क्विजलोमिति इति वक्तुं शक्यते किल? अस्तु. तत्र तु हेमा भगिनी वदति किम्, तत्र कार्यं किं निमित्तं किम् इति? अस्तु भगिनि, अनुनासिकस्य क्विजलोमिति इति औत्सर्गिकसूत्रमस्ति. यत्र अनुनासिकान्तधातवः अस्ति तादृशधातूनाम् अङ्गस्य उपधायां स्थितवर्णस्य दीर्घः भवति. निमित्तानि सन्ति जलि कितिङिति प्रत्यये परे. सामान्यसूत्रमस्ति क्वि इति अपि अस्ति, क्विजलोः इति. उदाहरणं पश्यामः चेत् सामान्य उदाहरणं पश्यामः नित्प्रत्ययः तु नित् अस्ति, जलि निति अस्ति. तर्हि शं धातुः स्वीकुर्मः चेत् शम् इति धातुः अस्ति दिवादिगणे. तर्हि तस्य तु रूपं भवति क्तरूपं शान्तः इति भवति, उपदा दीर्घः भवति. तथा एव तं धातुः तदपि दिवादिगणे तान्तः इति रूपं. दम् इति पुनः दिवादिगणे धातुः, तस्य तु रूपं भवति दान्तः इति, उपदा दीर्घः भवति. धन्यवादः इति मन्ये भगिनि. तर्हि सामान्यसूत्रम् अस्ति, सर्वेषाम् अनुनासिकान्ताङ्गानाम् एतत् सूत्रं प्रथमं कार्यं करोति, प्रसक्तिः अस्ति, अनन्तरम् अन्ये सूत्राणि आगच्छन्ति. परन्तु इक्तरूपेषु गम् यं तत्र सम्प्रभाद्य प्रथमसूत्रं कार्यं करोति किल? धन्यवादः. रामप्रिय भगिनी वदति किल तस्मिन् विषये, यथा भगिनी उक्तवती गम् धातुः किं कार्यम् इति? प्रथमसूत्रं किल, अनुदात्त उपदेशो उपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो जलिम् इति सूत्रं. तत्र तु विशिष्टसूत्रम् अस्ति. तत्र यदा अनुनासिकान्ताङ्गम् अनुदात्त उपदेश धातोः वनति तनोत्यादि धातोः विषये तस्मिन् अङ्गस्य लोपः भवति, अनुनासिक अङ्गस्य लोपः भवति जलिङ् इति प्रत्यये परे. एतस्य प्रसक्तिः यत्र कृत् प्रत्ययः तत्र प्राक्तान्तत्वा इति तस्मिन् प्रसङ्गे भवति. अनन्तरं यदा वयं दृष्टवन्तः अदादिगणे जुहोत्यादिगणे यत्र विकर्णप्रत्ययः नास्ति तत्र एतत् सूत्रस्य प्रसक्तिः अस्ति. तर्हि कार्यमस्ति अङ्गस्य लोपः इति इत्युक्ते अङ्गस्य इति अलोन्तस्य इति सूत्रेण अन्तिम अनुनासिकस्य इति आयाति. तर्हि अनुनासिकलोपः इति कार्यं, निमित्तं जलिग्निति इति, अनन्तरं भागत्रयं वर्तते, वनति इति अस्ति, वनतेः इति अस्ति, इत्युक्ते वन् धातोः कृते भुआदिगणीयधातुः सम्भक्तौ इत्यर्थे एतत् सूत्रं कार्यं करोति. अनन्तरं द्वितीयभागमस्ति अनुनासिकान्त अनुदात अनुदातोपदेशाः धातवः ये सन्ति तेषां. तत्र तु यम् इति भुआदिगणीयधातुः, रम् इति भुआदिगणीयधातुः, नम् इति भुआदिगणीयधातुः, गम् इति भुआदिगणीयधातुः, हन् इति अदादिगणीयधातुः, मन् इति दिवादिगणीयधातुः अस्ति. तेषां मकारस्य लोपः भवति इति. अनन्तरं तृतीयभागमासीत् अनुनासिकाः तनोति तनादिगणे ये अनुनासिकाः सन्ति तेषां सर्वेषां केवलम् एकं दातुं विना तत् तस्मिन् विषये वदति किं मणिमहोदय? महोदय, अत्र अनुनासिक अनुदातः पूर्वं भवत्याः उक्तवान्, इदानीम् अनुनासिक अन्तङ्गस्य तनादिगणे लोपो भवति, तनादिगणधातोः लोपो भवति इति उक्तं महोदय. केवलम् एकं धातुं वर्जयित्वा किम् इत्युक्ते सन् इति शनु इति धाने इति एकं धातुः एकः धातुः अस्ति. क्षणु इति उपदेशावस्थायां क्षणु इति अस्ति, किन्तु सामान्यरूपं लौकिकरूपं भवति सन् इति. तस्य तु जनसनखनां सञ्जलोः इति सूत्रेण भिन्नकार्यं भवति. तर्हि तद् एकं धातुं वर्धयित्वा अन्ये सर्वे तनादिगणीय अनुनासिकान्तधातूनां पुनः नकारलोपः भवति, अन्तिमनकारः लोपः भवति. एकप्रश्नः अस्ति, यङ् लुगन्तधातु तेषां प्रति अनेन सूत्रस्य प्रसक्तिः अस्ति वा नास्ति? तदेव ह्यः एव अहं मन्ये सुब्रह्मण्यमहोदय प्रायः इति अहं ध्वनिमुद्रणं श्रुतिम् अहं तु सर्वं विस्मृतवती, किन्तु केनापि उक्तमस्ति प्रकृतिग्रहणे यङ्लुगन्तस्य अपि ग्रहणम् इति परिभाषा अस्ति इति, 101 इति परिभाषा प्रकृतिग्रहणे. एतत्तु प्रकृतिग्रहणम् अस्ति, तेन यङ्लुगन्तस्य अपि ग्रहणं भवति इति परिभाषया कार्यं सूत्रस्य प्रसक्तिः अस्ति. अस्तु अस्तु, तर्हि भगिनी वदति किं वनति इति अस्ति खलु सूत्रे, तर्हि प्रथमभागमस्ति वनति इति. तर्हि वन् धातोः कृते उदाहरणार्थं प्रत्ययरूपं कथं भवति? वनति कित् प्रत्ययः इति अस्ति, त अस्ति, तत्र वन् अनुदातोपदेश इति सूत्रस्य अनुनासकस्य लोपः भवति, नकारस्य लोपः भवति, वत् इति भवति, एकमेव वक्तव्यमासीत्. सरला भगिन्याः प्रश्नः, यङ्लुकि केवलम् आसीत् वा तनादिगणीयधातूनां कृते आसीत् वा इति? अस्ति, सर्वेषामपि अस्ति इति मम अवगमनमासीत्, तथा नास्ति किं भगिनि? परन्तु तनोदिगणे इत्युक्ते गणानां निर्दिष्टम् इति कृत्वा तत्र यङ्लुकि न भवति. ओ एवं, किम् अस्तु अस्तु, परिभाषा अस्ति किल, शपः अपि च गणे निर्दिष्टं तेषां यङ्लुकि न भवति इति, पञ्चानां कृते यङ्लुकि न भवति. पुनः स्टाक् मारयति किं भगिनि? स्थिपां शपा अनुबन्धेन गणेन निर्दिष्टम् एकाच् ग्रहणेन यत्र भवति पञ्चानां कृते यङ्लुकि न भवति. करपत्रे अस्ति किम्? अस्माकं करपत्रे किञ्चित् ईपत्ररूपेण वा वाट्साप् मध्ये वा प्रेषयति किं मम स्मरणे? धन्यवादः, धन्यवादः. तर्हि भगिनी वदति किम् अत्र अनुनासिकान्त अनुदातोपदेशः इति दातवः सन्ति खलु, यम् इति यच्छति इति धातुः, तस्य रूपं किं भवति? अहं वा भगिनि? आं भगिनि, इक्तरूपं वा? हा, यं धातुः अनुनासिकान्तः अस्ति, साधारणसूत्रम् अस्ति, सर्वसाधारणसूत्रम् अस्ति अनुनासिकस्य क्विजलोङ् इति. अत्र तस्य प्रसक्तिः न भवति, क्विजलोकिङ् इति अत्र तं प्रभात्य उपधादीर्घः न भवति, सम्प्रभात्य अत्र प्रथमसूत्रं कार्यं करोति यत्र अनुधात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि किङिति इति तत्र वयं दृष्टवन्तः भवती उक्तवती तत्र षड् धातवः सन्ति भादिगणीयचतुर्षु चत्वारः धातवः अपि च अदादिगणीयगणस्य हन् धातुः अपि द्वादिगणस्य मन् धातुः इति अत्र तस्य सूत्रस्य प्रसक्तिः भूत्वा तत्र न लोपः इत्युक्ते अनुनासिकलोपः भवति अतः मकारस्य लोपः भूत्वा यं योगः इत्यः यतः इति भवति यथा गतः तादृशमेव अत्रापि यतः तर्हि रं धातुः रमते इति लटि तस्य रतः नं नमति इति नतः इति रूपं गं गच्छति गतः हन् इति इव आदादिगणि धातुः हन्ति इति लटि रूपं हतः इति रूपम् इति प्रत्ययरूपम् अनन्तरं मन् इति ज्ञाने दिवादिगणि धातुः अस्ति मन्यते इति तस्य तु मतः इति तदेव किं मतिः इति भवति खलु किं किन्नपि तथा रमप्रिय भगिनी तनोत्यादिगणि धातूनाम् उदाहरणम् अपि तनादिदातः तनु इति अस्ति तत्रापि इक्तप्रत्ययः योजयामः चेत् उकारः कथम् आगच्छति तन् इति धातुः लटि तु तनोति इति रूपं किन्तु अत्र तु तन्योगः तन्नेव ततः इति एव ततः एव ततः क्षितः क्षणु न आगच्छति तत्र तु जनसनकनां सञ्जलोः इति सूत्रस्य प्रसक्तिः ऋतः कृतः घृतः मतः मतः क्षण् इति हिंसायाम् इति धातुद्वयम् अस्ति क्षण् इति अस्ति क्षण् इति एकम् अनन्तरं क्षिन् इति एकम् एतदेव यङ् लुकि न भवति किमर्थम् इत्युक्ते गणेन निर्दिष्टम् अस्तु भगिनि न अहं पृच्छामि भगिनि आम् अङ्गीकरोमि यत् हेमा भगिनी अधुना स्मरामि बहुभ्यः कालेभ्यः पूर्वम् एतत्तु मम कृते नूतनमेव आसीत् यङ् लुगन्तकरपत्रे आसीत् अतः एव अहं पृच्छामि वयं बुधवासरवर्गे एतत् न कृतवन्तः पूर्वं भगिनी भानुवासरवर्गं न आगच्छति न आगच्छामि पुनः वदतु किं दातु यङ्ग्लुक्ति न भवति तनादिगणे इति यङ्ग्लुक् यत्र यङ्ग्लुक् रूपं भवति तत् यङ् इति यत्र सन् यङ् एते सर्वे तु सनाद्यन्ता दातवः इति सूत्रेण धातुसंज्ञा प्राप्नोति खलु अत्र तु तनादिगणीयः इति गणनिर्देशम् उक्तमस्ति यत्र सन् वा यङ्ग्लुक् भवति तत्र तु गणनिर्देशः नास्ति खलु तत्र निच्छति तथा एव गणनिर्देशः नास्ति प्रेरणाति निच् यत्र वदामः तत्र तु गणः नास्ति खलु द्वादिगणे द्वादिगणे इति न वक्तव्यं तत्र गणः न भवति अत्र तु तनादिगणे इति स्पष्टतया उक्तमस्ति इति कृत्वा एषः तनादिगणे धातूनां लङ्घुकि एतत् कार्यं नकारलोपः न भवति किन्तु यत्र अनुदातोपदेशदातो दातवः सन्ति यदा गं दातुः अस्ति तद् जङ्गन् इति रूपं भवति यङ्ग्लुकि तस्य तु प्रसक्तिः भवति जङ्गन् इति रूपस्य गं धातोः यत् यङ्ग्लुवन्तरूपम् अस्ति तस्य तु सूत्रस्य तत्र तु सूत्रस्य प्रसक्तिः अस्ति इति भगिनी हेमा भगिनी स्मारितवती खलु भगिनि तदेव आसीत् खलु अतः एव मन्दा तु नकार न लोपो भवति मन्यते इति स्थितवती आम् तस्य तु यङ्ग्लुक्यते तथा भवति यङ्ग्लुक्यते मन्दातोः नकारलोपः भवति अन्तिमनकारलोपः भवति सो भगिनि भवती प्रथमं वदतु भगिनी अधुना इपत्र रूपेण प्रेषितवती वाट्साप् मध्ये अहं सो आहत्य तनादि धातव तेषां यङ् लुगन्तधातु तस्य तेषां प्रति अनुदात्तोपदेशः वनति तनोति इत्यादि अनुनासकलोपो जलि इति न कार्यं करोति कारणकीर्तनादि इति उक्तम् अस्ति. क्षम्यतां महोदय, अहं वदामि किमित्युक्ते मन् इति महोदय पृष्टवान् खलु, मन् इति धातुद्वयम् अस्ति, एकमस्ति मन् ज्ञाने इति दिवादिगणीयधातुः अस्ति मन्यते इति, तत्तु तनादिगणे नास्ति, तस्य तु नकारस्य लोपः भवति निश्चयेन. किन्तु अन्यत् मन् अस्ति अवबोधने इति मनुके इति किमस्ति तनादिगणीयधातुः, तस्य नकारलोपः यङ्लुकि न भवति इति. यङ्लुक् इत्यस्य विशेषकार्यमस्ति अत्र, विशेषपरिभाषा भगिनी उक्त अत्र प्रेषितवती, क्ष्टिप क्ष्टिप् निर्देशः पूर्वं पठितवन्तः खलु, क्ष्टिप् वनति इति क्ष्टिप् निर्देशः अस्ति खलु, तर्हि वनति इति यदा क्ष्टिप् निर्देशः अस्ति तस्यापि अङ्गुलुकि कार्यं न भवति, तर्हि वन वन्दातोः अपि अङ्गुलुकि एतत् सूत्रं कार्यं न करोति. अस्तु, सो वन् धातु तनादि दातव तेषां यङ् लुगन्तधातु प्रति अनुदातोपदेश वनति तनति एतत् सूत्रं कार्यं न करोति. केवलं वनति इति क्ष्टिप् निर्देशः अस्ति इति कृत्वा तस्य कार्यं वन् धातुः न भवति, अनन्तरं तनादिगणीयधातूनामपि न भवति. अस्तु, तेषां प्रति अनुनासिक क्विज् हलोमि इति सूत्रं बाधे बाधे तद् बाधे प्रायः अनुनासिकस्य क्विजलो मिति इत्यस्य एव कार्यं भवति, अदीर्घः भवति. रामप्रिया भगिनी उक्तवती किम्, अस्तु मणिमहोदय वदति किम् अत्र जनसनकनां सञ्जलोः इति सूत्रेण जन्धातु सन्धातु हन्धातु धातूनां नकारस्थाने आकारः भवति, जलादि सन् प्रत्यपरे सल् जलादि कितिनिति प्रत्यपरे महोदय. अस्तु महोदय, निमित्तद्वयमस्ति सनि अपि अस्ति जलिङ्गिति अपि अस्ति, कार्यं किम् इत्युक्ते नकारस्य स्थाने आकारादेशः अङ्किमनकारः. उदाहरणार्थम् अत्र जन् धातुः इति उक्तमस्ति सूत्रे, जन् इति वदनेन कुत्रचित् दृष्टवती जन् इति वदनेन जुहोत्यादिगणे जनने इति अर्थे एकं धातुः अस्ति जन् धातुः, तस्यापि ग्रहणमस्ति, अनन्तरं दिवादिगणे जनि इति एकं धातुः अस्ति जन् धातुः प्रादुर्भावे इति, जुहोत्यादिगणे धातूनां लट्लकारमस्ति जजन्ति इति जनने इति जजन्ति इति रूपं लट् लटि, अनन्तरं दिवादिगणीयधातूनां जन्धातूनां रूपमस्ति जायते इति लटि रूपं, द्वयोः अपि ग्रहणं भवति इति भूत्वा द्वयोः अपेक्षरूपं भवति जातः इति, नकारस्य लोपं भूत्वा उपधा दीर्घः भवति, नकारस्य स्थाने आकारः क्षम्यताम् आकारः जायते तर्हि जातः इति. तर्हि अनन्तरं द्वितीयधातुः अस्ति तनादिगणीयधातुः क्षणु इति धातु धातोः लौकिकरूपमस्ति सन् इति, तदेव धातुः अस्ति दाने इति अर्थे, लटि रूपमस्ति सनोति इति रूपं लट्लकारे, तस्य तुक्तरूपं मणिमहोदय वदति किं तुक्तरूपं किं भवति इति, सन् धातुः दाने दाने तनादिगणीयधातुः दाने इति अर्थे शनु अत्र महोदय सन् अथवा जन् सन् सन् इति द्वितीय द्वितीय जन सन कनामि आम् महोदय पूर्वसूत्रं का अनुदाते उदय उदयते उपदेशे वनति तनाति नाम अनुनासिकस्य लोपो भवति अत्र कार्यं तत्रापि कार्यं कर्तुम् अर्हति अनुनासिक वर्णः इति प्रसक्ततया, बट् विशिष्टसूत्रमस्ति जन्सन जनसनकनां सञ्जलोः इति, अतः अत्र नकारस्य स्थाने आकारः भवति, अधः सा इति रूपं भवति, इक्तरूपं सा तद् तृतीयं खन् धातुः अस्ति अवधारणे इति भवादिगण्य धातुः, खनति इति लति रूपं, तस्य तु खातः इति सप्रत्ययस्य रूपं खातः. धन्यवादः महोदय. सरलभगिनी अग्रिमसूत्रं गव हन जनक खन घसां लोपः नित्येन जादि कित् प्रत्ययपरे गम हन जन खन घस एषां धातूनाम् उपधायां लोपः भवति. यथा गम् अस्ति किति कित् अजादि कित् प्रायङ्ग्लुक् स्वीकुर्मः चेत् समीचीनं भवेत्. जङ्गम् इति जङ्गं योगः अति जङ्गं योग अति आगच्छति, तत्र उपधायां लोप भवति, सो अकारस्य लोप भवति, जग्मति इति भवति. तथा एव हन् धातोः जन् धातोः जन् अत्रापि जन् इति द्वयोः अपि जन् धातोः ग्रहणं, ज्योत्यादि गणीयजनने इति अर्थे एकं धातुः अस्ति, अनन्तरं दिवादिगणे प्रादुर्भावे इति जनि इति एकं धातुः अस्ति, तद् तस्य ग्रहणं भवति. किं भगिनि अत्र जन् इति धातुद्वयमस्ति, द्वयोः अपि ग्रहणम् अनेन सूत्रेण. जुहोति गणीयधातूनां यत् जन् धातुः अस्ति तस्य लटिरूपमस्ति जजन्ति इति, अनन्तरं दिवादिगणीयधातुः वयं जानीमः खलु जायते इति, तस्य अपि ग्रहणं भवति. अनन्तरं खन् इति खनति इति, अनन्तरं घस् इति द्वादिगणीयधातुः घसति इति लटिरूपं तस्य, तस्यापि ग्रहणम् अनेन भवति. तर्हि यदि वयं यङ्ग्लुक् रूपं स्वीकृत्य पश्यामः चेत् तस्य अन्तिम तस्य उपदालोपः भवति इति. अस्तु भगिनि, धन्यवादः. अन्य नूतनः अस्ति कोऽपि अस्ति सः अस्ति नमस्ते भगिनि. भगिनी वक्तुमिच्छति किं मोनो धातोः इति सूत्रस्य सूत्रार्थः? अत्र मोनो धातोः इति अस्ति खलु, अहम् एतद् वर्गं न गच्छतः. ओ अस्तु, चिन्तां वदामि. अत्र मूलो धातोः इति पदान्तकार्यमस्ति, तर्हि निमित्तं पदान्ते इति, पदान्ते किं कार्यं किम् इत्युक्ते मकारस्य स्थाने नकारादेशः भवति पदान्ते इति. उदाहरणार्थं जङ्गम् इति यङ्ग्लुक् धातुः अस्ति, तस्य लङि रूपं पश्यामः चेत् अ इति अडादेशः भवति, तर्हि अजङ्गं योगः इति प्रत्ययः अस्ति. तर्हि हल्यान्द्यदीर्घस्तुतिस्य प्रथम हल् इत्यनेन इत्युति अपृक्तवर्णस्य लोपः भवति, प्रत्ययस्य लोपः भूत्वा अजङ्गम् इति पदान्ते भवति पदान्तरूपं. तर्हि अङ्गं तर्हि अजङ्गम् इति पदान्ते अस्ति इति कृत्वा मकारस्य स्थाने नकारादेशः भूत्वा मोनोदतुः इति सूत्रेण अजङ्गन् इति रूपं साधयामः, तदेव कार्यम्. अनन्तरं द्वितीय अन्यत् सूत्रमपि अस्ति मोर्ष इति सूत्रम्, येन समानकार्यमस्ति मकारस्य स्थाने नकारादेशः, किन्तु तत् अपदान्तकार्यमस्ति. मोः इति अस्ति इत्युक्ते मकारे वकारे परे मकारस्य स्थाने नकारादेशः इति, तदपि यत्र वयम् अभ्यासं कुर्मः तत्र आयाति मन्ये. तर्हि अभ्यासं कि किं दातुं स्वीकृत्य कुर्मः? दातवः इति महोदय केचन उदाहरणानि दत्तवान्, तत्र जङ्गमेव स्वीकर्तुं शक्नुमः भगिनि, जङ्गं ह्यः कृतवन्तः किं जङ्गम्? आम् आम् आम् भिन्न, तर्हि प्रायः छङ्खन् कुर्मः किम् अत्र, नो चेत् जञ्जन् इति अस्ति, तद् प्रयतामहे, तत् कुर्मः जञ्जन् इति प्रयत्नं कुर्मः भगिनि, सर्वे मिलित्वा चिन्तयामः यदि किमपि रेफरेन्स् नास्ति वा ह्यः तद् न कृतवन्तः इति, दोषाः भवितुम् अर्हन्ति. आम् सरला भगिनी आरम्भं करोति किम्? इदानीं तकार ति इति झलादिपित् अस्ति, अङ्गस्य कार्यं न भवति, सो जङ्घं अत्र किम् अस्ति, नशापदान्तस्य जलि अनुसारं जङ्घन् तत्र नष्टापदान्त झलि इति कार्यं करोति, नकारस्य अनुस्वर भवति, तदनन्तरं झल् यै परसवने इति पुनः नकार आगच्छति, तकारपरे अस्ति, सो झङ्गन्ति इति भवति. अस्तु, इति इति अजादिपित् अस्ति, अजादिपित् अस्ति, अतः नाभ्यस्त इति सूत्रेण कार्यं करोति, तस्य अजादिपि सार्वधातुकपरि अभ्यस्त लघु उपदगुण न भवति, सो तस्य गुणबाधक भवति, सो जङ्घन् पुनः अजादि अस्ति, अत्र नष्टापदस्य झलि इति कार्यं न करोति, केवलं वर्णमेलनं भवति, झङ्घनीति इति भवति. अत्र किमर्थं नाभ्यस्तस्य चिपिति सार्वधातुके इति उक्तवती? यङ्गन्तधातु इति अभ्यस्त भवति न, किन्तु तथापि अत्र सत्यं, किन्तु अत्र तु निमित्तमेव नास्ति खलु, गुणं गुणकार्यं भवेत्, अजादि पित् सार्वधातुकप्रत्ययपरे, सो इति इति अजादि पित् अस्ति न, आं सत्यं, किन्तु अत्र जञ्जन् इत्यस्मिन् इकारः वा उकारः नास्ति खलु, गुणं गुणं भवितुमर्हति चेदपि कार्यं न न भवति खलु, न भवति, तदेव मम संशयः अभवत्, अस्तु भगिनि, अतः इत्यपि तः अस्ति झलादि ङिति पिति ङिति इति प्रत्ययपरे अस्ति, तदनन्तरं झङ्घन् इति अनुसा अनुनासिकस्य क्वि झलो ङिति इति बाधितम् अनुदातोपदेशवनति तनोति इत्यादि अनुनासिकलोप झलि ङिति तस्य कार्यं भवति, न न न तत्र तु उपद तत् एतत्तु वन वनति नास्ति, अनन्तरं तनादिजनीयधातुः अपि नास्ति, तृतीयमस्ति अनुदातोपदेशधातुः अपि नास्ति, तर्हि केवलं जनसनखनां सञ्जलोः इति स्तरति एव प्रसक्ति खलु, अस्तु, सो अनुनासिक क्वि झलो इति सूत्रं प्रभाद्य जनसनखनां सञ्जलोः नकारस्य स्थाने आकारो आदेश आकार आदेशः भवति, सो जङ्घा जङ्घान् इति भवति, एवं किं जङ्गान्त इति खलु, जङ्गान्तः इति तत्र तु जञ्जन् इति किल भगिनि, तत्र जङ्गान् जञ्जान्त इति खलु, चतुर्थं वा तृतीयं वा भगिनि? ओ अस्तु अस्तु, अहं तु जन् इति जन् जन् इति जन् एव किल, जन् जान्तः इति रूपं खलु, हन् वा जन् जन् जन् वा जन् हन् जन् जन् इति हन् ह्यः कृतवन्तः इति कृत्वा जन् जन् इति चतुर्थं भगिनि, चतुर्थं जन् दातुः कृते. ओ क्षम्यताम्, आमां तत्र क्लेशः अभवत् किल. अहं त्यजामि घन् तदनन्तरम् अस्ति, तद् जनचन खन तस्य प्रसक्तिः भवति जन् तत्र नकारस्य स्थाने आकार आदेशो भवति. उपदीर्घः खलु, क्षम्यतां क्षम्यताम् आकारादेशः, क्षम्यतां मम दोषः. जन् जातः इति भवति, जन् जातः आं सत्यं भगिनि. तदनन्तरम् अति इति तत्र गमजनक अनुनासिक क्विझलो प्रबाद्य गम हन जनक हन नसा लोप गिति गिति अजादि गिति प्रत्यय अस्ति, तस्य प्रसक्तिः भवति, उपधायां लोप भवति. सो तत्र अकारस्य जन् जन् जन् भवति, जन् जनति इति भवति, जन् जनति जन् अकारस्य लोप भवति, तत्र स्थित्वमपि भवति जकारनकारयोः मध्ये, परन्तु तस्य प्राक् एव यकारजकारः मिलित्वा ज्ञकार ज्ञ इति ज्ञकारः आम् आम् जन्यति किं भवति रूपं किं भवति भगिनि? जकारः ज्ञति, तदनन्तरं जकार अत्र श्रुत्वं भवति इति कृत्वा नकारस्य इज् न इति रूपं ज्ञा भवति, इज् ज्ञा भवति न इति ज्ञा इति, तर्हि ज्ञा इति रूपं भवति खलु. पुनः अन्ते अनन्तरं यत् नकारः अस्ति तस्य तस्य तस्यपि समानम् तस्य समान अस्ति. अस्तु स्पष्टं नास्ति, श्रुत्वं परे अस्ति अपि भवति खलु. आं तर्हि तदेव श्रुत्वम् इति तत्र इति द्वितीयं वर्णं यत् तृतीयं वर्णं यत् अस्ति इज् आ अनन्तरं ञ अस्ति खलु तत्र अनन्तरं ज अस्ति अनन्तरं न अस्ति खलु, न इत्यस्य परिवर्तनं भूत्वा च इति प्रभावेन च वर्गस्य प्रभावेन नकारस्य ञ इति भवति खलु. अस्तु आमां भूत्वा इज् ञ भूत्वा ञ भवति. अस्तु क्षम्यतां न्यूस् मध्ये आसम् जञ्जन्योगः सि इति स्थितिः, इदानीं सि इति चित् अस्ति, अतः एते कार्याणि न भवन्ति, एतानि कार्याणि न भवन्ति अत्र. परन्तु नश्चापदान्तस्य झलि सकारः झलि अस्ति इति कृत्वा नकारस्य अनुस्वारः भवति, तर्हि जञ्जन् सि इति आगच्छति. अत्र नश्चापदान्तस्य झलि इति अष्टमाध्याये त्रिपादी तृतीयपादे अस्ति. अपि च इदानीं सकारस्य षत्व कार्यमेकमासीत् नुं विसर्जनीयस्य शर्व्यवायेपि इति कृत्वा तत्र षकारः भवितुम् अर्हति, परन्तु तत् परसूत्रमस्ति इति कृत्वा तस्य कार्यं न भवति. एकनिमिषं भगिनि, नुं विसर्जनं सूत्रसङ्ख्या किम् इति. स्मरति वा? एय्ट् 358 इति अस्ति. येन तत्र विसर्गः अपि निमित्तं भवति चेत् तत्र षत्वं भवति इति. तर्हि किं भवति, तर्हि तत्र अनुस्वारस्य अपि शकारः भवति किल भगिनि तत्र, तर्हि जञ्जन्षि इति भवति वा? अनुस्वारः भूत्वा प्रायः 8324 अस्ति नश्यापदान्तस्य झलि. अनुस्वारस्य परसवर्णः तु न भवति, यतोहि तत्तु न भवति, परन्तु 8358 इति नुं विसर्जनीयशर्व्य वा एपि इति कृत्वा तत्र आदेशप्रत्ययोः इत्यनेन आम् तस्य प्राक् आगच्छति. आदेशप्रत्ययोः 8359 इति मन्ये, 8358 आगच्छति नुं विसर्जनीयस्य शर्व्य वा इति. तत् तस्य कार्यं पश्यति वा भगिनि? आं तत्र अनुस्वारः पश्यति वा? तत् अनुस्वारः पश्यति इत्युक्ते परसूत्रमेव किल भगिनि, तत्र पूर्वसूत्रं नास्ति किल, तर्हि क्रमेण त्रिपाद्यां तु वयं क्रमेण एव क्रमेण कुर्मः. तर्हि अत्र अनुस्वारस्य परसवर्णः न आगच्छति, परन्तु 8324 तस्य अनन्तरम् 8358 इति आगन्तुं शक्नोति. यत्र अनुस्वारः अस्ति चेदपि तत्र विसर्गः भवति इति. यथा वयं धनुंषि इति धनुःशब्दे धनुंषि इति कुर्मः, तत्र धनु योगः सि इति अस्ति चेत् तत्र षकारः भवति, तादृशम् अत्रापि भवति इति न, परन्तु अत्र इन्को एव नास्ति किल. न भवति. तर्हि परन्तु 8359 इन्को तत् तदनन्तरमेव आगच्छति, तथापि अस्य अस्मिन् सूत्रे इन्कोः इति अधिकारे अस्ति इति कृत्वा तत्र इन् अकारः अस्ति जञ्जन्सि, अतः इन्को वर्णः नास्ति इति कृत्वा जञ्जन्सि एव भवति. सत्यम्. अस्तु भगिनि, तदनन्तरं जञ्जन्योगः ईशि इति अस्ति. ईशि इति पित् अस्ति, परन्तु अत्रापि गुणस्य प्रसक्तिः एव नास्ति, अतः केवलं मेलनमेव भवति, जञ्जनीषि इति भवति. तदनन्तरं तः त द्वयमपि हलादि अपित् अस्ति, अतः णित्वत् इति. तर्हि णित्वत् भवति चेत् हलि किङ् किङ् इति प्रत्यये परे झन् धातुः अत्र झनसनखनां सञ्जलोः इति सूत्रस्य प्रसक्तिः भवति, येन अत्र नकारस्य स्थाने आत्वं भवति इति कृत्वा तत्र जञ्जार्थः जञ्जार्थ इति रूपाणि. धन्यवादः. इदानीं मी इति उत्तमपुरुष एकवचनं जञ्जन् योगः मी तत्र तु पित्वम् अस्ति अतः वर्णमेलनमेव जञ्जन्मि इति रूपं द्वितीयमस्ति ईमि इति अङ्ग्लुगन्तरूपं तत्रापि वर्णमेलनमेव जञ्जनीमि इति भवति वह मह तत्र जञ्जन् इति नकारान्तधातुः अस्ति अतः मोनो धातोः इत्यस्य प्रसक्तिः नास्ति जञ्जन्वः जञ्जन्मः लङ्लकारे लङ्लकारे कारः पूर्वं भवति अडुदातः इति सूत्रेण आजञ्जन् सञ्जन् योहतः अत्र तकारः लोपो भवति किं सूत्रं सूत्रं विस्मृतवान् हल् इति सूत्रेण तकारः लोपो भवति अतः इदानीं पदं भवति सञ्जन् इति मोणो न कार्यं भवति नकार सञ्जन् अजञ्जन् इति अजञ्जन् इति एव रूपं भवति महोदय पदान्ते नकारस्य किमपि कार्यं न भवति इति न मन्ये अजञ्जन् एव रूपं ततःपरम् अजञ्जन् योः ईत् इदानीं पित् अस्ति अतः अजादिपित् गमजनसनकनां गसाम् इति लोपः इति सूत्रेण अपि कार्यं न करोति अत्र कार्यं करोति उभधः लोपो भवति इति दत्तम् अतः जञ्जन् इति अत्र उभधस्य आकारः लोपो भूत्वा जञ्जन् इति रूपम् आं क्षम्यतां महोदय पित्तस्य न किमपि कार्यं न करोति अत्र अजञ्जनीति इति रूपं भवति महोदय अनन्तरं तामस्ति अजञ्जन् ताम अत्र जलादि ताम् रूपेण अतः जनसनकनां रञ्जलोः इति सूत्रं कार्यं कर्तुम् अर्हति नकारस्य स्थाने आकार आदेशः सञ्जा योः ताम् आसञ्जा ताम् इति रूपं भवितुम् अर्हति महोदय अनन्तरम् आसञ्ज उः उः अपि अपित् अतः अत्र गमखनसनकणांसं गसां सूत्रं कार्यं कर्तुम् अर्हति अहं मन्ये अतः उपधा लोपो भवति अजञ्जन्नुः इति रूपं भवति महोदय अत्र तर्हि अजञ्युः इति भवति खलु पुनः सूत्रे श्रुत्वं भूत्वा नकारस्य धन्यवादः अस्तु अजञ्जन् धातु अस्ति अडागम भूत्वा सकार तस्य हलाद्यो अपृष्टसंज्ञा भवति सकारस्य लोपः भवति तदनन्तरं जञ्जन् इति अजञ्जन् इति रूपम् आगच्छति. ईकार तदनन्तरम् ईकार इति अपित् अस्ति, इति पित् अस्ति, पित् अस्ति, पित् अस्ति, अस्तु पित् अस्ति. तद् अतः तस्य अङ्गकार्यं न भवति, गुणः अपि न भवति, केवलं वर्णमेलनं भवति. अजञ्जनि इति भवति. तम् इति अजञ्जनीः इति उक्तवती अस्तु. तम् अस्ति जनसलखन चञ्चलो इति सूत्रेण लकारस्थाने आकारः आगच्छति, जञ्जा. सो अजञ्जातम् इति भवति, तथैव अजञ्जात इति भवति. धन्यवादः भगिनि. पृष्ठभगिनी वदति किम् अग्रिमं वक्तुमिच्छति? शब्दमस्ति, बहु बहु शब्दमस्ति भगिनि. अहं श्रोतुं शक्नोमि, अहं श्रोतुं शक्नोमि. अम् पित् अस्ति, अजञ्जम् अजञ्जम् अजञ्जनम् अजञ्जनम् अजञ्जमम् अजञ्जमम् अजञ्जनं क्षम्यताम् अजञ्जनम् अजञ्जनम् किं भगिनि? मध्ये तु अकारः वा अस्ति, तत् अपि अपित् अस्ति. अजञ्ज्वा इति अजन् अजञ्जावा अजञ्जावा केन सूत्रेण? कनजन खनजन गमक गमहन जन गमहन जनखन घसां लोपः. तत्र निमित्तं किं? तत्र निमित्तं किं? जलादि वाचका जलादि नास्ति. तत्तु अजञ्जन्वा अस्तु, अजञ्जन्ज्वा अजञ्जन्ज्वम् जन्म अस्ति. नकारः नकारः तथा ददा न अस्तु. हेमा भगिनी शीघ्रं वक्तुम् इच्छति किं? लोट् लकार तदेव रूपाणि सर्वाणि रूपाणि प्रयतामहे भगिनि. जञ्जन्योगः तु इति इदानीम् अत्र जञ्जन्योगः तु पित् अस्ति इति कृत्वा केवलं मेलनं भवति जञ्जन्तु इति. तत्र अष्टापदान्तस्य झलि अपि च अनुस्वारस्य परसवर्णः कार्यं करोति, अतः जञ्जन्तु एव रूपम् आगच्छति. तदनन्तरम् ई तु अस्ति, अपि तस् क्षम्यताम् अजादिः अस्ति. तर्हि अत्र वः इति अत्र तत्रापि अनुस्वारस्य गलि नास्ति, क्षम्यतां मम दोषः. तर्हि जञ्जनी तु इति रूपं, यत्र जञ्जन्योगः तात् अस्ति, तात् अपित् अस्ति, अपित् अस्ति, झलादिः अपि अस्ति, मित्वत् भवति इति कारणेन अत्र नकारस्य स्थाने आत्वं भवति, अतः जञ्जातात्. तथैव तामपि जञ्जाताम्. अतु इति इदानीम् अजादिः अस्ति, अतः विशिष्टसूर्यं सूत्रमस्ति यत्र उपधायां तस्य अकारस्य लोपः भवति, अतः जञ्जनतु तत्र जञ्जिनतु तत्र श्रुत्वं भवति किल भगिनि, जकारः नकारः मिलित्वा ज्ञ आगच्छति, ततः जञ्जिनतु इति भवति. तदनन्तरं हि तात् तं सर्वे अपितः सन्ति, सर्वे झलि अपि सन्ति इति कृत्वा सर्वत्र आत्वं भवति इति जञ्जाहि जञ्जातात् जञ्जातं जञ्जात. तदनन्तरम् आनि आवाम सर्वे पितः पित् अस्ति, अतः अत्र केवलं मेलनं भवति जञ्जानि जञ्जाव जञ्जाम. धन्यवादः रामप्रिय भगिनी, विदिर्लिङ्ग रूपाणि उक्त्वा नूतनदातुमपि. कथम् आयाति भगिनि? जञ्जाहि इति उक्तवती खलु, शमित अन्तिमहकारः आगच्छति किल, शशसर्हल् इति, तत्र झलि एव भवति इति कृत्वा अपित् अस्ति इति कृत्वा तत्रापि समानकार्यं भवति, आत्मं भूत्वा जञ्जाहि. श्रूयते वा? धन्यवादः रामप्रिय. जञ्जन् योगः या विधिलिङ्ग सर्वे अपितः अस्ति, यात् झलि नास्ति इति कृत्वा वर्णमेलनमेव. जञ्जन्यात् जञ्जन्यातां जञ्जन्युः, जञ्जन्याः जञ्जन्यातं जञ्जन्यात, जञ्जन्यां जञ्जन्याव जञ्जन्याम. तर्हि अग्रिमं किं कुर्मः, अग्रिमदातुं किं कुर्मः, इत्यपि समयः अस्ति. अन्यत् स्वीकुर्मः वा भगिनि? अन्यत् किं भगिनि, द्वितृतीयं वा तृतीयदातुः पञ्चमं पञ्चममिति हन् इति हन् ह्यः कृतवन्तः नो न वा जङ्गन् इति अस्तु हन् हिंसाय हिंसागत्युः इति जङ्गन् तद् कुर्मः. तत्र विशिष्टकार्यं भवति किल ओ एवं वा, अहं न स्मरामि. तर्हि रामप्रिय भगिनी अहं कृतवती किं भगिनि लट्लकार. आम् हन् हन् धातुः हन् योग इदानीं तु साधारणधातुः एव, यङ्ग्लुकी नास्ति. हन् योगः हन् वा जङ्गन् वा यङ्ग्लुकि वा भगिनि? तत्र विशिष्टकार्यं नास्ति किल भगिनि? यत्र हन् आसीत् तत्रैव अस्माकं भोहन् ओ तर्हि हन् एव कुर्मः, तर्हि हन् एव कुर्मः, हन् एव कुर्मः, हन् एव स्वीकुर्मः. तत्र हन् योगः ति इति कृतवन्तः इत्युक्ते तद् न कुर्मः, विभिन्नः तर्हि जङ्गमेव भगिनि करोतु, भगिनि करोतु हन् एव स्पष्टं ओ हन् एव कुर्मः वा? अस्तु हन् योगः ति, तत्र तु ति इति पित् प्रत्ययः अस्ति, तत्र किमपि एतत् चत्वारि सूत्राणि तस्य प्रसक्तिः नास्ति, परन्तु नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति सूत्रद्वयस्य प्रसक्तिः, प्रथमम् अनुस्वारादेशः अनन्तरं हन्ति इति रूपम् आगच्छति तत्र, अनन्तरम् ईति इति तदपि ईति नास्ति, क्षम्यताम् ईति नास्ति, इति नास्ति. हन् योगः तः, तत्तु अपित् अस्ति, जलादि कित्नित् प्रत्ययः, तत्र अनुदात्त प्रथमसूत्रम् अनुदात्त उपदेशवनति तनोत्यादीनाम् अनुनासिक लोपो जलिङिति इति सूत्रेण नकारस्य लोपः हतः इति द्विवचने, बहुवचने हन् योगः अन्ति इति तत्र एव एतद् विशिष्टसूत्रस्य प्रसक्तिः. गमहन जन कसां लोपः नित्यनङ्गी 6497 तत्र तु उपधायाः लोपः भवति. खन्ति न हन्ति इति न हन्ति हन्ति हतः हनति न भगिनि भगिनि आम् आम् हन्ति खण्डातु न तत्र प्रथमं हन् योगः अन्ति इति भवति तत्र गमहनजनकसां लोपः नित्यनङ्गी इति सूत्रेण उपधायाः लोपः उपधायाः लोपः तु न भवति. अर्हति अकारस्य लोपः भवति अनन्तरमेव एतत् सूत्रस्य प्रसक्तिः वा सप्तम अध्यायस्य तृतीयपादे अस्ति. अस्तु ओ हन्तर् निन्नेषु ओ हन्तर् निन्नेषु इति सूत्रस्य प्रसक्तिः तत्र नकारे परे हन्धातोः अकारस्य स्थाने कवर्गादेशः स्थानेन्तरतमः इति सूत्रेण चतुर्थवर्णस्य आदेशः घ्नन्ति घ्नन्ति घ्नन्ति नकारस्य तु लोपः भवति नकारस्य लोपः घ्नन्ति घ्नन्ति हनति हनन्ति गन्ति गन्ति इग् इग् न इन्ति इग् इन् न इन्ति अन्ति इति अकार ग प्रत्यय अकार नास्ति एव आकारस्य लोपः भवति इति भगिनि उक्तवती गमसन सूत्रेण धन्यवादः महोदय वदति किं मणि महोदय अग्रिम अत्र मध्यपुरुषे हन्योः सि पित्तस्य अधः सूत्राणि कार्यं न भवति इति अहं मन्ये हन्योः सि अत्र नशाम्पतन्त्रस्य जलि इति सूत्रेण अनुसारं भवति हन्सि इति रूपं भवति महोदय तस्य परं तः अपि इङ्कोः इति अस्ति इन् प्रत्याहारे आयाति किम् ऐगुन् इङ्कोः सूत्रं कार्यं अनुनासिकः तत्र न आयाति तत्र नास्ति अधः हन्सि एव अनुनासि अस्ति नकारः लोपः भवति अतः किमपि कार्यम् अत्र भवति महोदय नकारलोपः भवति किं केन सूत्रेण नशां पदन्तस्य न लोपः अनुसारं भवति नशां पदन्तस्य जलि हन्सि हन्सि इति रूपम् अनन्तरं तः अपि च अत्र गमहनजनकनगसां लोप इति सूत्रेण उपधः लोप हो हन्त हन्तेषु तस्य प्रसक्तिः नास्ति भगिनि अधुना प्रसक्तिः नास्ति अनुदातु अनुदातु उपदेशे वनचितनाति इति नाम सूत्रं क्रयण अत्र नकारः लोपो भवति अतः हतः इति रूपं भवति बहुवचने हत इति महोदय मम धन्यवादः महोदय भगिनी भगिनी उक्तवती खलु होहन्ते निम्नेष्वपि गणन्ति इति रूपं, तत्र तु निमित्तं किं निमित्तम् अत्र नकारे परे, नकारे परे अथवा नीति इति नक अन्ति इति एव प्रत्ययः खलु, अन्ति इति प्रत्ययः, अ इति प्रत्ययः, अ इन्ति इति नकारे परे कुतः आयाति अहं वदामि. न भवान् यद् उक्तवान् सत्य उत्तमम् अस्ति महोदय, मम तु पूर्वतन यद् भगिनी उक्तवती तत्र मम संशयः. तत्र हकारस्य अनन्तरं नकारः अस्ति किल, तदेव तस्य निमित्तं प्रत्ययस्य नास्ति, नकारे परे वर्णम् एव तत् नकारः इति वर्णम् प्रत्ययः धातोः एकः भागः अस्ति खलु, तथापि तस्य तदेव यदा वयं द्विवचने कुर्मः तत्र नकारस्य लोपः भवति किल, तत् अतः तस्य एतत् सूत्रस्य प्रसक्तिः तत्र नास्ति. ओ हन्तेर्लिण्येषु सूत्रस्य अतः मध्ये अकारः आयाति. धन्यवादः. इदानीं मी हन् योगमि पित् अस्ति, कोप अङ्गं कार्यं न भवति, नकार मकार झलि नास्ति, अतः केवलं वर्णमेलनं भवति, हन् मि इति भवति. तदनन्तरं व हन् योगवः तदपि केवलं वर्णमेलनं भवति, कारणं कि निति निति झलादि नास्ति, वकार मकार, सो हन्वः हन्मः इति भवति. लङ्लकार न लङ्लकार आडुतम लुङ् लङ्षु आडुदातम तत्तु अकारः आयाति. अहन् योगः तु पित् अस्ति, तकारः अत्र अहन् तत्र लोपः भवति तकारः दीर्घः हल्याभ्यौ दीर्घ हल्या क्षम्यतां क्षम्यतां लोपः भवति. तत्तु अहन् एव तिष्ठति. ईत् अहन् ईत् अपि अस्ति, तत्तु अपि अस्ति, तत्र नकारस्य लोपः भवति, गमहनजनखन घसां लोपः कित्यनति इति सूत्रेण. भगिनि तत्तु अजादि अस्ति चेत् एव तद् खलु, अधुना वयं ताम् इति तां तत्तु मेलने मेलने वा हन्ताम् अहन्ताम् अहन्ताम् अहन्ताम् न अत्र तु अनुदातोपदेश मनसि तनोत्यादीनाम् अनुनासिक लोपो जलिङ् इति अस्ति खलु, तेन अनुनासिकलोपः भवति. तत्तु अहताम् उहू तु अहन् अह्युः अत्र तु जन गमहन लोपः लोपः भवति. तत् तत्तु अहो अत्र हकारस्य लोपः भवति, अनन्तरं पुनः भगिनी यथा उक्तवती आसीत् सूत्रमस्ति कोहन्तेर्निम्नेषु इत्यनेन गकारः आयाति हकारस्य स्थाने, सो अग्नन्ति इति किं भवति अघुः अग्नुः इति वा किम् लङ्लकारे लङ्लुकि नास्ति ओ अति इति रूपं किम् अन्तु इति क्षम्य अन्तु अन्तु भगिनि अग्नुः इति किम् अहुः अहुः नकारः लोपः अहुः न तिष्ठति अह उः तत् कथम् आयाति उः अह एकनिमिषादिगणे नकारः नकारः लोपः भवति अहगुः अग्नुः अग्नुः नकारस्य लोपः अस्ति न लोपः हा अजादि तु लोपः अस्ति अत्र उहु इति प्रत्ययः नास्ति लङ्लकारे भिन्न भिन्नकार्यमस्ति अजादिगणे अत्र क्षम्यताम् अत्र तु क्षम्यताम् न उहु इति नास्ति अन्तिति एव अन्तिति एव उहु इति नायाति अन्तिति एव तर्हि जनखनकलोपः इति आयाति अनन्तरं संयोगान्तस्य लोपः इति अन्तिमतकारस्य लोपः भूत्वा अग्नन् इति रूपम् अग्नन् हकार तु अग्नन् अग्नन् अग्नन् अस्तु भगिनि अग्नन् अस्तु भगिनि वयम् अदादिगणे हलन्तधातूनां क्वेशन् वयं पूर्वं न पठितवन्तः अग्रे अग्रे एव आयाति अस्तु क्षम्यताम् हेमा भगिनि भवति अस्तु भगिनि इदानीम् अहन्योगः सकारः अस्ति सकारः अपृक्तवर्णः अस्ति इति कृत्वा हल्ङ्याभ्योसूत्रस्य पृक्तं हल् कारणेन सकारलोपः भवति अहन्निति इदानीं पदं भवति अतः अहन्निति रूपमेव भवति तदनन्तरं तं द्वयमपि अत्र अपित् अस्ति अतः अत्र अहन्योगः तं हन्धातुः सूत्रेण अत्र प्रथमसूत्रस्य कार्यं भवति अतः नकारस्य लोपः भूत्वा अहतम् अहत पुष्पा भगिनी भवत्याः शब्दम् आगच्छति कृतं न भगिनि क्षम्यतां अहतम् अहत इति भवति किल भगिनि आम् लङ्लकार उत्तमपुरुष अम् वम अहन् योगः अम् तत्र तु वर्णमेलनमेव अहनम् अहनम् वम इति अस्ति तत्र तत्रापि वर्णमेलनमेव नकारान्तधातुः अहन्व अहन्म लोट्लकारे हन् इति रूपं हन् धातु योहत्तु पित् अस्ति अतः किमपि कार्यं नास्ति हन्तु तु जलि अस्ति अधः नश्यां पदान्तस्य जलि इति सूत्रं कार्यं करोति, अनन्तरम् अनुसारस्य यै परसवर्ण अपि कार्यं करोति, हन्तु इति रूपं भवति महोदय. अनन्तरं हन्योः तात् अपि तस्य जलि अपि अस्ति अधः अनुदात उपदेशे अनति तनाति ध्यानम् अन्नास्ति खलु अपजलि इति परे सूत्रं कार्यं करोति. अतः अत्र नकारः लोपो भूत्वा हन् हतात् हतात् इति रूपं द्विवचने हतां, बहुवचने अतु, अजाति अपि. अतः गं हन् जन कन गसां लोपो इति सूत्रं कार्यं कर्तुम् अर्हति. अतः अत्र उभधा लोपो भवति, स्नतु स्नतु इति रूपम्. अनन्तरं हो हन्तेर् नेषु इति सूत्रं कार्यं करोति. अतः हकारस्य तने कौर्ग्यादेश गणतु इति रूपं, गणतु इति रूपं भवति महोदय. तदनन्तरं लोपः भवति किल भगिनि? किं किं भगिनि? प्रथमं हो हन्तेर् निर्णेषु न न गमः नदी सिक्स् फोर् नैन्टि एय्ट् अनन्तरं हो हन्तेः सपाद्यां तु परसूत्रमेव परस्परं कार्यं करोति किल? न न उपधारं अनन्तरं नो चेत् प्रसक्तिः एव न भवति खलु? प्रसक्तिः न भवति, प्रसक्तिः न भवति. आम् समानसमये न आयाति खलु सरे द्वयोः सूत्रयोः आयाति चेत् एव परसूत्रं सत्यम्. धन्यवादः महोदय. गणतु इति रूपम् एवं भवति महोदय. प्रायः अत्र विशिष्टकार्याणि सन्ति अग्रिमं. सरला भगिनी वर्तते मध्यपुरुष. धन्यवादः महोदय. हन् योग हि वा तात् मध्यमपुरुषे. अत्र झलादि अपि अस्ति, अनुदात्तोपदेशे वनति तनोति इत्यादि अनुनोसकलोपो झलि इति सूत्रेण नकारस्य लोपः भवति. तदनन्तरं ह हि वा ह हतात् इति भवति. रूपं नास्ति अत्र, भिन्नसूत्रमस्ति. हन्तेर्जः इति अन्यत् सूत्रमस्ति. तर्हि तेन कारणेन हन् धातोः हि प्रत्यये परे हकारस्य स्थाने जकारादेशः भूत्वा जहि इति रूपम् अस्तु. किन्तु करपत्रम् एतावत् पर्यन्तं वयं न दृष्टवन्तः. अग्रे एव आयाति. अहं विश्रमति. अजादिगणस्य वयं तु अजादि अदादि किम् अदादिगणे अजन्तदातवः एव दृष्टवन्तः. एतत् तु हलन्तदातुः अस्ति, अनन्तरम् अस्तु. अस्तु, तात् भवति हतात् इति भवति, नकारस्य लोपः भवति. तदनन्तरं हतात् इति भवति, तथैव हत्तं हत इति भवति. आनी आव आम अजादि पित् अस्ति, तथैव तदन केवलं वर्णमेलनं भवति. हनानि हनाव हनाम इति भवति. अग्रे कुश भगिनी किं विधिलिङ्गकारः? पुष्पा क्षम्यतां भगिनि न करो न कर्तुं न शक्नोमि इदानीं न कर्तुं न शक्नोमि इदानीम् भगिनि न कर्तुं न शक्नोमि कर्तुं न शक्नोमि भिन्नकार्यमस्ति अत्र सर्वे प्रत्ययः अपितः सन्ति अपि च हलि नास्ति इति कृत्वा केवलं मेलनं भवति हन्यात् हन्यातां हन्युः हन्याः हन्यातं हन्यात हन्यां हन्याव हन्याम अस्तु भगिनि अग्रिमं किं इतोपि समयः अस्ति एकं कृत्वा समापयामः तन्तन् इति अन्तिमं कुर्मः किम् अस्तु भगिनि हेमा भगिनि तट्लकारे तन्तन् इति अस्ति तन्तन् योगः टी टी पित् अस्ति अत्र केवलं नश्चापदान्तस्य जलि अपि च अनुस्वारस्य परसवर्णः भूत्वा तन्तन्ति इति भवति याङ्ग्लुकि अस्ति इति कृत्वा ईति आगच्छति अत्र अजादिः अस्ति पित् अस्ति तन्तनीति इति भवति तदनन्तरं तः तः तु अपि तस्ति अतः तन् इति धातुः कुत्रापि आगच्छति वा तनु इति भिन्नम् अस्ति किल भगिनि तनादि अस्ति वै तत्र तनु इति आगच्छति तन् तन् तु भिन्ना किल भिन्नः धातुः तन्निति अत्र तन्तन् इति तनादि गणीयधातोः एव एङ्ग्लुक् अस्ति खलु कथं जानीमः तत्र उकारः गच्छति किल उकारः केनापि गणभेदः नास्ति तत्र एङ्ग्लुकि किन्तु सामान्य अनुनासिकान्त धातुः इति स्वीकृत्य करणीयः खलु एङ्ग्लुगन्तदातुः सामान्य एङ्ग्लुगन्त अनुनासिकान्त एङ्ग्लुगन्तदातुः इति कृत्वा कुर्मश्चेत् सम्यक् भवति यथा शङ्कन् कुर्मः हा भगिनि परन्तु तन् इत्येव आसीत् किल तत्र तनु इति आसीत् चेत् तत्र तनु तनु इति भवति तर्हि तु तन् इत्येव आगच्छति किल द्वित्वं कृत्वा तन्निति तनादिगण्यधातुः तन्निति लौकिकरूपं तु तन्निति एव अस्ति खलु तनोति इति रूपं तन्निति विस्तारे अहं चिन्तितवती तनु इति अस्ति यस्य गुणः भूत्वा तनोति इति भवति तादृशं तनु इति उकारः तु तनादिगण्य उकारः विकरणप्रत्ययः अस्ति उ इति अस्तु तर्हि तन्तन्योगः सः अत्र तर्हि प्रथमसूत्रस्य कार्यं भूत्वा नकारस्य लोपः भवति तर्हि तन्ततः वा तादृशं वा भगिनि लोपः भवति अनुनासिकस्य लोपः तन्ततः अपि च अति अस्ति उपधा दीर्घः भवति खलु अनुनासिकस्य क्विजलोनिति इति सूत्रमेव कार्यं करोति खलु भगिनि किमर्थम् इत्युक्ते तनादिगणीयधातूनां यत् भगिनी उक्तवती खलु यङ् लुकिनं भवति इति कृते अतः आत्मं भूत्वा तन्तातः तन्तान्तः इति खलु नकारस्य लोपः भवति किं नकारः तिष्ठति खलु तन्तान्तः इति सत्यं नकारः तु तिष्ठति एव तर्हि उपधायस्य उपधायाः दीर्घः भूत्वा तन्तान्तः तन्तान्तः इति तदनन्तरम् अति अस्ति अति अपित् अस्ति अजादिः अस्ति परन्तु घमः न जलखन अस्य अत्र तु तस्य प्रसक्तिः नास्ति अति अस्ति इति कृत्वा किं भवति भगिनि अत्र सर्वे झलि कितिमिति एव अस्ति परन्तु अत्र तु अति अस्ति अतः तन्तन् योगः अति केवलं मेलनं कृत्वा तन्तनति प्रायः महोदय किमपि अन्यत् सूत्रं न दत्तवान् इति कृत्वा तथा धन्यवादः भगिनि रामप्रिया भगिनि आम् तन्तन्योगः टि इति तत्रापि नश्चापदान्तस्य जलि इति सूत्रस्य प्रसक्तिः तन्तन्ति इति एकं रूपम् अनन्तरम् ईषि तत्रापि वर्णमेलनमेव तन्तनीषि इति द्वितीयरूपं रूपद्वयं तत्र तः थ इति अस्ति तन्योगः तः तत्रापि यदा भगिनी उक्तवती तत् अनुनासिकस्य क्विजलोः उनिति इति सूत्रस्य एव प्रसक्तिः उपधादीर्घः तन्तान्तः तन्तान्त वदामि महोदय दन्तन्योः मि अत्र पित्तम् अस्ति अतः किमपि कार्यं न भवितुमर्हति हलादि अपि नास्ति अतः दन्तन्मि तन्तन्मि इति रूपं भवति अनन्तरम् ईमि अत्रापि किमपि कार्यं न भवितुमर्हति तन्तनीमि इति वः मह अत्रापि जलि नास्ति अतः तन्तन् वः तन्तन्मः इति रूपं भवति महोदय धन्यवादः सरला भगिनी लङ्लकारे प्रथमम् अडागमः भवति तकार प्रथमपुरुष हल्याङ् द्यो दीर्घा अपृक्तसंज्ञा भवति सकारस्य लोपः भवति यद् तन् तन् इति पदं भवति इदानीं कोऽपि अन्यकार्यं न भवति नकारस्य तकार जात इदानीं नकारस्य अनुस्वर भवति भवनी भवतु भगिनी न अत्र तु हल्याद्यो दीर्घात् इत्यनेन लोपः भवति खलु किमर्थं रक्षापदन्ते तत्सर्वं तु वर्णः प्रत्ययलक्षणे प्रत्यय तस्य न भवति यत् लक्षणं आं न भवति वर्णनिमित्तिकं कार्यं खलु एतत् वर्णनिमित्तिकं कार्यं प्रत्यय कार्यम् अस्ति रक्षापदान्तस्य जने तन्तन् इति अतन्तन् इति अतन्तन् ईत् अजादि पित् अस्ति इदानीं वर्णमेलनं भवति अतन्तनीत् इति भवति ताम् इति अजादि झलादि अपित् अस्ति सो अनुनासिकस्य क्वि झलोमिति इति सूत्रेण उपधायां दीर्घादोषः भवति सो अतन्ता ताम् इति भवति तदनन्तरम् उः अस्ति अजादि अस्ति अजादि अपित् अस्ति तत्रापि किन्तु अजादि अपित् इति अस्ति किन्तु कोऽपि सूत्रम् अत्र कार्यं न करोति सो अतन् अततन्नुः इति भवति अतन्तन्नुः साधु सः भगिनि आम् अतं तनुः धन्यवादः भगिनि अस्तु पुष्पभगिनी न करोति प्रयत्नं करोमि प्रयत्नं करोमि सकारस्य लोपः कथम् आयाति तत् न जानामि तथैव हल्याभ्यो दीर्घ अपृक्तं हल् तत्तु सकारस्य लोपः तन् तन् इति तिष्ठति अतन्तन् अतन्तन् इति तिष्ठति तं तु अपि अस्ति ओ इः तत्तु अतन्तीः न अतन्तनीः अतन्तनीः अतन्तनीः तं तु अपि अस्ति तत्तु तन्तातं दीर्घ आगच्छति अनुनासिक अनुनासिकस्य क्विजलौ इति अतान्तं अतान्त अतन्तान्तम् अतन्तान्त अस्तु अस्तु अस्तु धन्यवादः अस्तु भगिनि अम् इति पित् अस्ति अत्र केवलं मेलनं भवति अतन्तनम् इति भवति वकारः मकारः झलि नास्ति अत्र केवलम् अत्रापि मेलनमेव भवति अतन्तन्व अतन्तन्म भगिनी एव लोट्लकारस्य प्रथमं अस्तु भगिनि तु इतु द्वयमपि पितः अतः अत्र तु इति स्थाने नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ई परसवर्णः कारणेन पुनः नकारः एव आगच्छति अतन्तन्तु अतन्तन्तु अतन्तनीतु तन्तन्तु तन्तनीतु तदनन्तरं तात् तां द्वयमपि अपित् अपि झलादिः अस्ति इति कृत्वा तत्र अनुस्वारस्य क्वीजलो किङिति इति कारणेन उपदा आत्वं भवति दीर्घं भूत्वा तत्र तन्तान्तात् तथैव तन्तान्ताम् इति अतु इति इदानीं आजादिः अस्ति अपि तत् मेलनं भवति तन्तनतु किमपि अस्ति वा कोऽपि नास्ति भगिनि धन्यवादः भगिनि समप्रिय भगिनि आम् इदानीं हि इति प्रत्ययः तदपि जलादिप्रत्ययः अपित् अस्ति तत्रापि सूत्र अनुनासिकस्य क्विजलोः इति सूत्रस्य प्रसक्तिः उपधादीर्घः तन्तान् हि तन् तन् तान्तात् तन्तान्तं तन्तान्त सर्वत्र एतत् सूत्रस्य प्रसक्तिः अग्रिमम् आनीयावाम सर्वे पितः अतः तन्तनानि तन्तनाव तन्तनाम वर्णमेलनमेव धन्यवादमहोदय अत्र विगिलिङ्ग् सर्वत्र अपित् अस्ति हलादि अपित् जलादि अपि नास्ति अतः दन्तन्यात् तन्तन्यातम् तन्तन्यातां तन्तन्युः तन्तन्याः तन्तन्यातं तन्तन्यात तन्तन्यां तन्तन्याव तन्तन्याम इति रूपाणि भवन्ति महोदय oh. सम्यक् आसीत् महोदय. कोऽपि अन्यः कोऽपि किमपि वदति इति कृत्वा अहं तूष्णीं दृष्टवती. अभवत् खलु समापयामः. सरला भगिनी किमपि वदति किं भगिनि? न भगिनि, समापयामः. के अस्तु अस्तु भगिनि, धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः. धन्यवादः.